अग्रे चलाम उत्वास्ति विचारणीय किंचित ध्वनि आगछति न त्र आगछति शोभनमस्ते चेत एतत् अधुना प्रतिपादितं यत् योपि शब्द व्यवहारः वर्तते लोके वा वेदे वा तत्र चतुर्विधा एव शब्दाः सन्ति नामानि नामाख्याते च उपसर्ग निपाताश्च इति तत्र चापि नामानि यानि सन्ति तानि आख्यातजानि सन्ति धातुजानि सन्ति इति नैरुक्तानां समयः वर्तते सिद्धान्तः वर्तते वैयाकरणानामपि एक शाकटायन तादृश वर्तते यह एतं पक्षं धारयति परम अन्ये ये वैयाकरणाः सन्ति ते तु उभयमपि स्वीकुर्वन्ति अस्तु परम वैयाकरणानां तु पक्षद्वयमपि वर्तते अर्थात केचन शब्दाः आख्यातजाः सन्ति न सर्वे सन्ति अपरे तु रूढिशब्दाः अपि सन्ति आख्यातजाः अपि सन्ति संज्ञाशब्दाः अपि सन्ति नैरुक्तेष्वपि गार्ग्यः नैरुक्तः तादृशः वर्तते यः वैयाकरणपक्षं स्वीकरोति तस्याप्ययं पक्षः यत् सर्वेऽपि शब्दाः आख्यातजाः धातुजाः वा न सन्ति केचन शब्दाः संज्ञा शब्दाः अथवा रूढिशब्दाः सन्ति इति एतस्मिन् स्वकीय पक्षे तेन सप्त हेतवः अत्र दीयन्ते यदि सर्वाण्यपि नामानि आख्यातजानि स्युः चेत् तत्र के दोषाः आगच्छन्ति नाम नाम्नां विषये आख्यात विषये तु तथा नास्ति नाम्नां विषये वर्तते यतोहि पचतिक्रिया यत्रापि भवति तत्र पचति शब्दः प्रयुज्यते तत्र तु दोषः नास्ति परं सर्वोऽपि पाचकः न उच्यते पचति क्रिया यत्र उच्यते आख्यातविषये तथा सन्देहः नास्ति पचति क्रिया यत्रापि भवति चेत् तत्र पचति शब्दः प्रयुज्यते परं सर्वोऽपि पचनक्रियां कुर्वन् पाचकः न उच्यते किमर्थं न उच्यते यदि यौगिकाः शब्दाः सन्ति यदि च आख्यातजाः अथवा धातुजाः शब्दाः सन्ति चेत् सर्वेऽपि पाचकाः उच्येरन् न उच्यन्ते आइए इन्स्पेक्टर् चेत् सर्वे पाचकाः किमर्थं न उच्यन्ते सर्वे याजकाः किमर्थं न उच्यन्ते इत्यादयः तत्र हेतवः अत्र प्रदर्श्यन्ते तेषां च येऽपि तत्र पूर्वपक्षाः प्रदर्शिताः सन्ति गार्ग्येण तेषां तत्र समाधानमपि यास्केन करिष्यते पूर्वमुच्यते अनेन नहीं अत्र किमस्ति नैरुक्तानां कालः वर्तते अत्र यत्र अस्माभिरधीयते अस्मिन् ग्रन्थे तत्र प्रामुख्येन वैदिकः पक्षः वर्तते प्रामुख्येन लौकिकोऽपि वर्तते मन्ये परं किमस्ति ये हेतवः अनेन दीयन्ते गार्ग्येण ते हेतवः हेतव न सी अथवा उत हेत्वाभासा सी यही हाँ तस् पक्ष एतैरेव हेतु कर्तितः भवति एषा व्यवस्था न वर्तते यत् सर्वेपि ताम ताम क्रियां कुर्वाणा तथा तथा उच्यन्ते इति इत्यादिकं तत्र उच्यते न सर्वाणि इति गार्ग्यः वैयाकरणानां चैके वैयाकरणानां एके वर्तन्ते तथा अन्यच्च गार्ग्योऽपि तत्र हेतु प्रथम हेतु दृश्यते तद्यत्र स्वर संस्कारौ समर्थौ प्रादेशिकेन गुणेन अन्वितौ स्याताम् संविज्ञातानि तानि तद्यत्र गार्ग्यः प्रस्तौति तद्यत्र येषु शब्देषु यत्र इति येषु शब्देषु स्वर संस्कारौ स्वरः उदात्तादि संस्कारः यः व्याकरणेन क्रियते इयं प्रकृतिः अयं प्रत्ययः आगमो वा आदेशो वा ये तत्र अव्यवाह प्रकल्पिताः सन्ति ते समर्थम समर्थौ समर्थौ अर्थानुसारिणौ प्रादेशिकेन प्रदेश शब्दस्य अर्थोपि अर्थः गृह्यते अद्यच्च प्रदेश शब्दस्य व्याकरणम् अपि अर्थः गृह्यते नहीं संस्कार स उच्यते प्रकृति प्रत्यादि संस्कार उच्यते स्वरस्तु भिन्न वर्तते उदात्तादि एवं तो स्वरोपि संस्कारस्यैव अव्यवः कथयितुं शक्यते यतो हि प्रकृति प्रत्ययः स्वरः यः कश्चिदपि तत्र वर्तते सर्वोपि संस्कार एव भवति पुनरपि पृथक्तः गृहीतः यतो हि व्याकरणे स्वरोपि तु विचार्यते एव यथा प्रकृतिः प्रत्यय इत्यादिकं विचार्यते तथैव स्वरूपी विचार्यते एव तत्र उच्यते प्रदेशः अर्थः तत्र भवः तेन तेन प्रादेशिकेन गुणेन अर्थगतेन गुणेन अन्वितौ किम् कौ अन्वितौ स्वरसंस्कारौ स्याताम् चेत् संविज्ञातानि तानि तानि यानि शब्दरूपाणि सन्ति अथवा नामानि सन्ति तानि संविज्ञातानि सन्ति संविज्ञातानि इति संज्ञारूपाणि इति वक्तुं शक्यते यथा गौ अश्वः पुरुषो हस्ति इति अत्र पक्ष अत्र तत्र दोषः प्रदर्श्यते अथ अथ इति यद्यर्थे अथ शब्दो वर्तते यदि हि यदि चेत् सर्वाणि आख्यात जानि नामानि स्युः अर्थात् एतानि यानि नामानि अत्र प्रस्तुतानि गौ अश्वः पुरुषो हस्ति इति एतान्यपि आख्यात जानि सन्ति इति यदि मन्यते चेत् यः कश्च तत्कर्म कुर्यात् सर्वं तत् सत्त्वं तथा च क्षीर यह कश्च जो कोई यह कश्च तत्कर्म कुर्यात् ताम क्रियां कुर्यात् गच्छति इति गौः चेत् यत्र यत्रापि गमनत्वं वर्तते तत्र तत्रापि गोत्वं वर्तते चेत् एवं तु अश्वोऽपि गौर् वर्तते गौश्चापि कदाचित् अश्वः भवति यतो हि वृषभोऽपि तु कदाचित् अतीव शीघ्रेण धावति तदेव अग्रे उच्यते अर्थात् तदा तु गो अन्यच्च अश्व इत्यनयोर्मध्ये भेद एव न स्यात् कः को नाम गौः कश्च अश्वः यः कश्च तत्कर्म तां क्रियां कुर्यात् सर्वं तत् सत्त्वं तत् सत्त्वं सर्वमपि यस्मिन् यस्मिन् सत्त्वे प्राणिनि द्रव्ये वा सा सा क्रिया वर्तते यदि तया तया क्रियया तत् तत् सत्त्वम् अभिधीयते चेत् असौ क्रिया यत्र यत्रापि सत्त्वे वर्तते यत्र यत्रापि द्रव्ये वर्तते तत् सत्त्वं स प्राणी अथवा द्रव्यं तेन नाम्ना आख्यायेत तथा आचक्षिरन् तथा उच्येत तथा व्यवह्रियेत परं तथा तु न दृश्यते यथा यः कश्च अध्वानम् अश्नुवीत अध्वानम अश्नुते इति अश्वा इति उच्यते। अश्वान अध्वानम अश्नुते चेत यह कश्च अध्वानम अश्नुवीत सह अश्वः अश्वः सवचनीयः स्यात् सह सर्वोपि अश्वशब्देन वाच्यः भविष्यति। यत्किञ्चित् त्रिन्द्यात् यस्य कस्य चेतापि वस्तुनः तर्दनम् अथवा छेदनम् भविष्यति तृणम् तत्सर्वमपि सत्त्वम् द्रव्यम् तृणशब्देन उच्येत इति प्रथमः। अथापि चेत् सर्वाण्याख्यातजानि नामानि अपरोहितुः यदि सर्वाण्यपि नामानि आख्यातजानि स्वीक्रियन्ते स्युः चेत् यावद्भिर्भावैः पूर्वं तु एकः पक्षः प्रदर्शितः सा क्रिया यत्र यत्र द्रव्ये वर्तते चेत् तानि सर्वाण्यपि द्रव्याणि तेन नाम्ना उच्चीरन् यत्र यत्रापि गमनत्वं वर्तते ते सर्वेपि गोपदवाच्याः स्युः। यत्र यत्रापि अध्वनः तत्र नाम किम् अस्ति व्याप्तत्वं वर्तते तत्र ते शब्द तत्र तत्र द्रव्ये अश्वशब्दस्य प्रवृत्तिः स्यात् परं तथा न लभ्यते। अधुना तद्विपरीतः पक्षः प्रदर्श्यते यत् द्रव्यम् एकं वर्तते परं तत्र अनेकाः क्रियाः सम्भवन्ति अनेके गुणाः सम्भवन्ति चेत् सर्वैरपि तत्र गुणैः अथवा सर्वाभिः क्रियाभिः तत्र अभिधेय प्रवृत्तिः स्यात् तस्मिन् एकस्मिन्नेव द्रव्ये परं तथा न दृश्यते यथा न देवच्यते यावद्भिर्भावैः भावैरिति क्रियाभिः सम्प्रयुज्येत तावद्भ्यो नामधेय प्रतिलम्भः स्यात् यावद्भिः यावतीभिः क्रियाभिः तत्र प्रयोगः तत्र प्रयोगः इति तत्र दृश्यते द्रव्ये तावद्भ्यः उतनों से उतनी क्रियाओं से तावतीभ्यः क्रियाभ्यः नामधेय प्रतिलम्भः स्यात् तत्र संजात्येन तत्र व्यवहारः स्यात् तथा यथा तत्रैवं स्थूणा दर्शया या यथा स्थूणा भवति चेत् स्थूणा इति अद्यत्वे तु स्तम्भः भवति सुदृढः स्तम्भः भवति पुरातने अथवा अद्येऽपि ग्रामेषु लभ्येत यद् हि छदिर्भवति छद्रिति तृणानां छदिः छप्पर् इति उच्यते तत् अवधारयितुम् एकः काष्ठस्तम्भः मध्ये दीयते स्तम्भरूपेणैव तस्य तत्र भूमौ खननं क्रियते महाभाष्येऽपि एकः न्यायः आगतः स्थूणानिखननन्यायः स्थूणनिखननन्यायेन सर्वेऽपि तत्र सिद्धान्ताः परीक्षन्ते महाभाष्ये स्थूणानिखननन्याय इति चेत् किमस्ति यथा स्थूणा चेत् तिष्ठतीति स्थूणा इत्युच्यते सा स्थिरा भवति परं सा दरे शेते अतः दर्शयापि उच्येत दरे इति गर्तमध्ये शेते तिष्ठति इति दर्शया इत्यपि उच्येत अन्यच्च तस्या उपरि तत्सर्वमपि आधृतं भवति आसज्यते तत्सर्वमपि अतः सञ्जनीति वा क्वचित् सचनीति वा दीयते इति पाठभेदः वा सञ्जनी इति स्यात् परं तथा तु न उच्यते केवलं स्थूणाशब्देनैव उच्यते असौ किमर्थमेतद् भवति एषा अपरः दोषः भवति द्वितीयाक्षेपः ओम् कर्मलक्षणं वर्तते एकं द्रव्यम् अगुणं संयोगविभागेषु अनपेक्षकारणमिति कर्मलक्षणम् एकस्मिन् द्रव्ये एकैव कर्म भवति एकं कर्म एकस्मिन् द्रव्ये एक एव कर्म भवति एकमेव कर्म भवति तथा तु न वक्तुं शक्यते यतो हि एकस्मिन् द्रव्ये अनेकासां क्रियाणां संभवो वर्तते। अनि तदेव उच्यते क्वचित् एकं कर्म प्रसिद्धं भवति तेन प्रसिद्धेन कर्मणा तद्द्रव्यम् उच्यते। निस प्रसंग सर्वथा द्रष्टव्यः कस्मिन् प्रसंगे तत्र किं प्रतिपादयितुम् इच्छति तत्र कर्म लक्षणं जापयन्ति चेत् कर्मणः स्वरूपं तत्र तेन जापयितव्यं वर्तते। अत्र तथा नास्ति, अत्र कर्मणः स्वरूपं न जाप्यते, अत्र तु शब्दानां प्रयोगः कथं भवति, ये शब्दाः सन्ति, अत्र एषः प्रसंगः। कर्म इति तत्र क्रिया एव गृह्येत मन्ये, कर्मशब्देन क्रिया एव उच्यते तत्रापि, पञ्चकर्माणि इति कर्मणः स्वरूपं तत्र निरूप्यते। चेत् अनेन सह तत्र कः विरोधः तत्र जायते? तद् वाक्यं किमस्ति? एकं द्रव्यम् अन्येषु गुणेषु अगुणम् सगुणम् एकद्रव्यम् अगुणम् संयोगविभागेषु अनपेक्षकारणम् इति कर्मलक्षणम्। संयोगविभागेषु अनपेक्षकारणम्, तत्र कारणानाम् अपेक्षा न वर्तते, परं संयोगविभागौ तु तत्र तिष्ठते एव। चेत् तत्र केवलं कर्मणि दृष्टिर्वर्तते न, तत्र तु केवलं तत्र व्यवहारे दृष्टिर्नास्ति, तत्र कर्मणि दृष्टिर्वर्तते, क्रियायां दृष्टिर्वर्तते। अत्र केवलं क्रियायां दृष्टिर्न वर्तते, क्रियानिमित्तके व्यवहारे दृष्टिर्वर्तते अत्र, अतः विरोधो न भविष्यति। क्रियानिमित्तकः यः व्यवहारः तत्र अत्र प्रसंगे दृष्टिर्वर्तते। तत्र तु कर्मणः स्वरूपम् उच्यते न, सर्वः प्रसङ्गः तत्र द्रष्टव्यः, उत सर्वोऽपि प्रसङ्गः द्रष्टव्यः भविष्यति, तदा वाक्यं किञ्चित् अर्थं ददाति। सूत्रं तु अस्ति, सूत्रमपि तु प्रसङ्गेनैव निरुच्येत न, सूत्रमपि वाक्यमेव भवति। तत्र मुख्यतः तु एतदेव प्रतिपाद्यते, कर्मणः स्वरूपं, क्रियायाः स्वरूपम्। अत्र तथा नास्ति, अत्र क्रियायाः स्वरूप, अत्र तु सिद्धां क्रियाम् आश्रित्य अनुवादत्वेन तया व्यवहारः कल्प्यते। यत् क्रियायाः लक्षणं तत्र दीयते चेत् यः काश्चनपि क्रियाः तत्र यतो हि क्रिया सर्वथापि द्रव्ये तिष्ठति, द्रव्यातिरिक्ता क्रिया न तिष्ठति, चेत् द्रव्ये एकस्मिन् अनेकाः क्रियाः तत्र भवेयुः। परं किमस्ति, भिन्ने काले भवेयुः, परं सर्वाभिः क्रियाभिः स न उच्यते, सः प्राणी सर्वाभिः क्रियाभिः न उच्यते। सर्वासु क्रियासु सतिष्वपि तत्र सर्वाभिः क्रियाभिः सः प्राणी न उच्यते, उत्वा तद्द्रव्यं न उच्यते इति, कथं न उच्यते इति पक्षः चलति। क्रियायाः स्वरूपम् अत्र न प्रतिपाद्यते, सिद्धां क्रियाम् आश्रित्य अत्र कार्यं निर्वाह्यते, एवं भेदः भवति। अथापि अन्यच्च प्रदर्शयति, अथापि य एषां न्यायवान् कर्म नामिक, कर्म क्रिया, तया कृतं नाम कर्म नाम, तत्र भवः कर्म नामिकः, संस्कारस्य विशेषणं भवति। न्यायः व्याकरणम् चेत् व्याकरणयुक्तम्, अन्यच्च कर्मनामिकः, कर्मकृतं नाम, तत्र भवः संस्कारः कर्मनामिकः संस्कारः। यथा चापि प्रतीतार्थानि स्युः, प्रतीतार्थानि नामानि, नाम्नां विशेषणं वर्तते, यथा चापि प्रतीताः अर्थाः यैः तानि प्रतीतार्थानि बहुधा भविष्यति अर्थ कस्यचित् अर्थस्य प्रत्यायकानि इति उच्येत तथा एनानि आचक्षीरन् तथैव आख्यायेरन् यथा पुरुषं पुरिषय इति आचक्षीरन् यः पुरुषः भवति यतो हि आख्यातजानि वर्तन्ते आख्यातजानि वर्तन्ते अर्थात् धात्वर्थ प्रधानानि एतानि भवन्ति धात्वर्थ प्रधानानि भवन्ति चेत् तत्र व्यवहारेपि धात्वर्थस्य प्राधान्यं द्योत्येत पुरुषं पुरिषेते इति पुरिषयः पुरिषयः सन् पुरुषः पुरुषः इति उच्यते चेत् पुरुषशब्देन किमर्थम् उच्यते पुरुषशब्देन उच्येत इत्याचक्षीरन् अष्ट अष्ट इति अश्वम् अश्वस्य कृते अष्टाशब्दः प्रयुज्येत तत्र स्फुटार्थता वर्तते तर्दनम् इति तृणम् तत्र उच्येत यतोहि तत्र अर्थस्य प्रतीतिः साक्षात् भवति एतेषु शब्देषु तृतीयः अथापि अन्यः दोषः कः वर्तते निष्पन्ने अभिव्याहारे अभिविचारयन्ति यथा यदा व्यवहारः निष्पन्नो भवति तदा विचारयन्ति यत् प्रथना पृथ्वीत्याहु क एनाम् अप्रथयिष्यत् पृथ्वी पृथिव्याः पृथ्वीत्वं किं वर्तते प्रथनात् प्रथनात् इति तत्र विस्तारः दृश्यते तत्र प्रथनं दृश्यते फैली हुई परं कः एनाम् अप्रथयिष्यत् किसने इसको फैलाया एतत् प्रथनं केन अकारी इति किमाधारश्च कुत्र च स्थित्वा एनाम् अप्रथयिष्यत् कुत्र स्थित्वा तस्य आधारः कः आसीत् कः आधारः यस्य स किमाधारः आसीत् इति अथ अनन्विते अर्थे यत्र अर्थः अन्वितः नास्ति अनन्विते अर्थे अप्रादेशिके विकारे प्रादेशिके प्रदेशः व्याकरणं तद्गतः यः विकारः अथवा संस्कारः स प्रादेशिकः न प्रादेशिको प्रादेशिकः अर्थात् व्याकरणेन न अनुगतः अप्रादेशिके विकारे तत्र किं कुर्वन्ति पदेभ्यः पदेतरार्धान् संचस्कार शाकटायनः यतो हि शाकटायनः वैयाकरणो वर्तते स च तादृशः वर्तते यत् सर्वानपि शब्दान् अथवा सर्वाण्यपि नामानि आख्यातजानि इति स स्वीकरोति चेत् तत्र स्वीयं पक्षं रक्षितुं न जाने किं किं करोति पदेभ्यः पदेतरार्धान् स संचस्करोति संस्करोति एकेन पदेन अपरस्य पदार्थस्य तत्र संस्कारं करोति यथा एतेः कारितं च यकारादिं च इणगतौ इत्यस्य धातोः ण्यवस्थायां ण्यन्तदशायां कारितम् इति संज्ञा वर्तते ण्यन्तस्य यथा तत्र यङ्ग्लुकी वर्तते न यङ्ग्लुकः संज्ञा का वर्तते तत्र दीयते न चर्करीत् चर्करीत् शब्दः चेत् तत्र एकः क्रीधातोरेव रूपं तत्र आश्रितं यङ्ग्लुकी यद्रूपं भवति तथैव अत्र क्रीधातोरूपम् आश्रितं तत्र चर्करीत् शब्दः यङ्ग्लुवन्तस्य संज्ञा भवति कारित शब्दः णिजन्तस्य संज्ञा भवति एते कारितं कारितमिति णिजन्तं चेत् तत्र आययति इति भवति चेत् तस्माद् यकारमादत्ते च यकारादिं च यकारादि यत् स्वरूपं वर्तते च अन्तकरणं तत्र प्रत्ययत्वेन उत्वा शब्दस्य अन्तः येन भवति तत्त्वेन चेत् अन्तकरणं सत्यशब्दम् अत्र निर्मातव्यमस्ति सत्यशब्दः निर्मातव्यो वर्तते चेत् तत्र यकारः अस्तेः शुद्धं च सकारादिं च तत्र इणगतौ इत्यस्य धातोः ण्यन्तस्य यद्रूपं तत्र यकारादि यद्वर्तते तदाश्रित्य सत्यशब्दस्य अन्त्यो निर्मितः अन्यच्च अस् धातोः शुद्धं यत् सकारादिरूपं वर्तते तदाश्रित्य तस्य आदि कल्पिता चेत तत्र भवति सत्य शब्दस्य निष्पत्ति एवं भवति इति। संतम अर्थम आयेति प्रत्यायेति बोधयति इति सत्यम इत्यमादि तत्र उच्यते सकारादिं च। अथापि सत्वपूर्वो भावः इत्याहु, पूर्वं सत्वं भवति पश्चात् भावः भवति क्रिया भवति इत्याहु। अपरस्मात् भावात् पूर्वस्य प्रदेशः, अपरस्मात् भावात् अपरस्याः क्रियायाः सा क्रियाया पश्चात् भविष्यति, तया क्रियया पूर्वस्य, पूर्वस्येति पूर्ववर्तिनः, प्रदेशः इति उपदेशः, कथनं क्रियते तद् तन्नोपपद्यते तत्कथम उपद्यते। यदि ही आख्यातजानि नामानि स्युः चेतस्य आख्यातजत्वं तु अग्रे निर्मीयेत भाविनी काले, परं तया क्रियया पूर्वमेव कथं निर्देशः क्रियते, प्रदेश शब्द अत्र कथने वर्तते, नोपद्यते इति तद् एतत् नोपपद्यते, एतदुपन्नं न भवति। यदि क्व नोपपद्यते, यदि सर्वाण्यपि नामानि आख्यातजानि इत्येषः पक्षः स्वीक्रियेत। अधुनात्र तस्य आक्षेपस्य समाधानं दीयते यास्केन। यथो हि नु वा इति निपातानाम् एकः समुदायः पूर्वपक्ष प्रदर्शनाय यथो हि नु वा एतत् एतत् भवता उक्तं यत् यत्र संस्कार स्वर संस्कारौ समर्थौ प्रादेशिकेन गुणेन अन्वितौ स्याताम् एष आक्षेपः कृतः। यत्र हि स्वरः उदात्तादि संस्कारः प्रकृति प्रत्यादि समर्थौ अर्थसहितौ प्रादेशिकेन गुणेन, तत्र व्याकरणगत या प्रक्रिया वर्तते तया अन्वितौ स्याताम् अथवा अर्थेन अनुगतौ स्याताम् चेत् स्याताम् सर्वं प्रादेशिकम्, सर्वमेव प्रादेशिकं वर्तते इत्येवं सति अनुपालभ्यः अनुपालम्भः, उपालम्भः उच्यते उलाहना आक्षेपः, अनुपालम्भः तद्राहित्यं भवति सति अनुपालम्भ एषः भवति, एषः अपालम्भो न भवति, तत्र व्याकरणेन सर्वेषामपि सिद्धिर्भविष्यत्येव। यतो एतद् यः कश्च तत्कर्म कुर्यात्, य एषः पक्षः प्रदर्शितः यत् यः कश्चिदपि तत्कर्म तां क्रियां कुर्यात् चेत् सर्वं तत्सत्त्वं तथा च क्षीरन्निति, तत्सत्त्वं सर्वमपि तथा तेन नाम्ना आख्यायेत इति पश्यामः चेत् व्यवहारे वयम् एतत् पश्यामः यत् समानकर्मणां नामधेयप्रतिलम्बम् एकेषां न एकेषां समाना एव क्रिया क्रियते द्वाभ्यां त्रिभिः अनेकैर्वा, पुनरपि तया क्रियया एकेषां नामधेयप्रतिलम्बः संज्ञापलब्धिः तेन शब्देन व्यवहारः एकेषां भवति अपरेषां न भवति, यथा तक्षा तक्ष्णोति इति तक्षा, परं सर्वेऽपि तक्षन् कार्यं कुर्वन्तः तथा न उच्यन्ते, परिव्राजकः परिव्रजति इति परितः व्रजति इति परिव्राजकः, परं सर्वेऽपि परिव्राजकाः न उच्यन्ते, व्यापारिणोऽपि तु सर्वत्र व्रजन्ति एव परं न ते परिव्राजकाः उच्यन्ते, तथा जीवनः भूमिजः अन्येपि शब्दाः पङ्कज इत्यादयः सन्ति इति चेत् तत्र व्यवहारः कारणं भवति, परम् एवं नास्ति यत् एतेषां शब्दानाम् आख्यातृजत्वं नास्ति, आख्यातृजत्वम् अस्ति परं तत्र तत्र उच्यते न किं नाम महाभाष्ये उच्यते क्वचिदस्य प्रसृततरागतिर्भवति, यदि यत्र प्रसृततरागतिर्भवति तत्र व्यवहारः भवति अन्यत्र न भवति, एवमस्ति इति एतेनैव उत्तरः प्रत्युक्तो। उत्तरः इति उत्तरः पक्षः, यः उत्तरः पक्षः आसीत् यत् यावद्भिर्भावैः यावतिभिः क्रियाभिः यावत्यः क्रियाः तत्र दृश्यन्ते एकस्मिन् द्रव्ये तावत भी तस्य नामधेय प्रतिलंभः स्यात् इति चेत् काचिदेव क्रिया तत्र प्रसिद्धा भवति, अन्या क्रिया तथा न सन्ति, अथवा काञ्चिदेव क्रियामसौ प्राधान्येन करोति चेत् तया तत्र नामधेय प्रतिलंभो भवति, न सर्वाभिः क्रियाभिर्भवति इत्येवम् उत्तरः प्रत्युक्तः इति उत्तरः पक्षः तस्य प्रत्याख्यानं जातम्। यथोएतद् यथा चापि प्रतीतार्थानि स्युः तथा इनानि आचक्षिरन्ति, यथैव तत्र अर्थस्य प्रतीतिर्जायते तथा एतेषां शब्दानां प्रयोगः तत्र तत्र भवेदिति चेत् सन्ति अल्पप्रयोगाः, केचन एतादृशापि प्रयोगाः सन्ति कृताः कृदन्तस्य, अपि एकपदिकाः अन्य च एकपदिका अपि सन्ति, यथा व्रततिः व्रततिर् व्रततिरिति लता उच्यते, दमूना दममना दमूना गृहस्थ उच्यते, जाट्यः जटावान् उच्यते, आटनारः अटनशीलः उच्यते चेत् एते शब्दाः तादृशा एव सन्ति यत्र स्पष्टतया क्रियायाः प्रतीतिर्जायते एव। तथैव जागरूकः तत्र क्रिया वर्तते, दर्वी होमी इति, दर्व्या य होमं सम्पादयति इति चेत् एषपि आक्षेपः सम्यक् नास्ति। यथोक्तनिष्पन्ने अभिव्याहारे अभिविचारयन्ति इति, अभिव्याहारः निष्पन्नः पश्चात् च विचारयन्ति, भवति निष्पन्ने अभिव्याहारे, योगपरिष्टिः योगपरिष्टिः इति योगस्य युक्ततायाः परिष्टिः परीक्षा पश्चात् क्रियते, प्रथनात् पृथ्वी इत्याहुः क इनाम अप्रथयिष्यत् किम् आधारश्चेति, पश्चात् तस्य अर्थात् एवं नास्ति यत् क्रिया पश्चात् वर्तते अन्यच्च द्रव्यं पूर्वं वर्तते, अत्रापि क्रिया पूर्वं वर्तते पश्चात् द्रव्यं वर्तते, पश्चात् तु तस्य केवलं योगपरीक्षणं सम्बन्धपरीक्षणं योग्यतायाः तत्र परीक्षणं पश्चात् क्रियते एवमस्ति। चेदेतत् युक्तमेव, अथवै यथा अथवै दर्शनेन पृथुः, दर्शनेन हि एषा पृथुत्वेन दृश्यते, अप्रथिता चेदपि अन्यैः अन्यैस्तु अर्थात् अस्मादृशैस्तु न प्रथिता वर्तते, अप्रथिता चेदपि अन्यैः अथाप्येवं सर्वैव दृष्टप्रवादा उपालभ्यन्ते, अथापि एवं यदि च एवं एवं प्रकारेण सर्वे एव ये केऽपि दृश्यन्ते दृष्टप्रवादाः यान्यपि वचनानि दृश्यन्ते चेत् उपालभ्यन्ते यदि सर्वेष्वपि एवम् उपालम्भः प्रदीयते, यथोक्तत् पदेभ्यः पदेतरार्धान् सञ्चस्कार स्वतन्त्रेभ्यः पदेभ्यः अपरस्य पदस्य अर्धं संस्करोति शाकटायनः इति आक्षेपः कृतः इति, यो अनन्विते अर्थे संचस्कार, यदि तत्र अर्थः अन्वितो नास्ति तदा च संस्कारं करोति चेत् तु तत्र गर्हः वर्तते, निन्दा वर्तते, कुत्सा वर्तते, सा च सैषा पुरुषगर्हा, सा च पुरुषगर्हा भवति, परम् अत्र तु तथा न क्रियते शाकटायनेन न शास्त्रगर्हः इति। यतोहि तत्र अर्थः घटते, यथोक्तत् अपरस्मात् भावात् पूर्वस्य प्रदेशो नोपद्येते इति, क्रिया तु पश्चात् वर्तते अन्यच्च पूर्ववर्तिनः द्रव्यस्य तया क्रियया प्रदेशः कथनम् उपन्नं नास्ति इति एषः पक्षः उपस्थापितः इति पश्यामः। पूर्वोत्पन्नानां सत्त्वानाम् अपरस्मात् भावात् नामधेय प्रतिलम्भम् एकेषां नैकेषाम् इति चेत् एवं दृश्यते, पूर्वं द्रव्यम् उत्पन्नं किन्नाम यथा बिल्व फलं वर्तते चेत् पश्चात् किं कृतं, यदा तु स तत् फलं सुपक्वं जातं चेत् तस्य भक्षणेन जायते अरे तत्तु भेदनं वर्तते, अतिसारं जनयति उत्वा मलं बन्धयति उत्वा तत्र उदरशुद्धिं करोति चेत् एताः क्रियाः दृष्ट्वा तत्र तथा व्यवहारः क्रियते। तदेव उच्यते पूर्वोत्पन्नानां सत्त्वानां, पूर्वं सत्त्वानि उत्पद्यन्ते पदार्थाः उत्पद्यन्ते पश्चाच्च अपरस्मात् भावात् यह तत्र द्रव्योत्पन्नात् पश्चात् भावा दृश्यते क्रिया दृश्यते तया नामधेय प्रतिलंभम एकेषां दृश्यते नैकेषां अन्येषां न दृश्यते तत्र किमस्माभिः कर्तुं शक्यते भाष्यकार दृशादि उच्येत चेत् स्वाभाविकमेतत् यथा बिल्वादः बिल्वम् अत्ति इति बिल्वादः लम्बचूडकः एतत्तु पश्चादेव स्यात् बिल्वादः लम्बचूडक इति बिल्वं किमस्ति बिल्वं भरणाद्वा उदरं बिभर्ति यदा अन्यत् न लभ्यते चेत् बिल्वेनैव तत् उदरं पूर्णं भवति बिल्वं भरणाद्वा भेदनाद्वा भेदनमपि करोति उदरस्य उदरगतमलस्य भेदनमपि करोति उत्वा तद् भक्षणार्थं भिद्यते इत्यपि वर्तते भक्षणार्थम् एतद् भिद्यते भिद्यते ततो भक्ष्यते इति चेत् बिल्वादः चेत् एते आक्षेपाः सम्यक् न वर्तन्ते हेतवः न सन्ति हेत्वा भासाः सन्ति प्रवृत्तिर्वर्तते परन्तु योऽपि गच्छति सैव गौः इति न वक्तुं पार्यते इति समाधानं निरुक्तकारस्य नहीं मतलब एवम् अस्ति न यत् एतेन हेतुना आख्यातजत्वं तु न खण्डितं भवति अलम् एतदेव उच्यते गार्गेण किमुच्यते आख्यातजत्वं खण्ड्यते एतं हेतुं तत्र प्रदर्श्य आख्यातजत्वं तत्र खण्ड्यते यास्केन उच्यते एतेन हेतुना आख्यातजत्वं कथं खण्ड्यते एषः इति गार्ग्यः गार्ग्यः यान् हेतून् प्रस्तौति चेत् तान् हेतून् किमर्थं प्रस्तौति तत्र तस्य मनसि किं वर्तते गार्ग्यस्य इति पक्षः नास्ति तत्र च एते हेतवः सन्ति चेत् एतैः हेतुभिः तं पक्षमसौ खण्डयितुम् इच्छति चेत् तत्र उच्यते यत् एते हेतवः न सन्ति यास्केन उच्यते अर्थात् एतैः हेतुभिः तेषां नाम्नाम् आख्यातजत्वं खण्डयितुं न शक्यते आख्यातजत्वं तु तत्रापि सुरक्षितं वर्तते गच्छति इति गौः मन्ये उच्येत परन्तु अस्य समाधानम् अनेन दीयते यत् एतत् स्वाभाविकं वर्तते यत् कस्मिंश्चित् अर्थे कश्चित् शब्दो गच्छति चेत् सर्वमपि अर्थं न कथयिष्यति चेत् गच्छति इति गौ इत्युक्ते अश्वस्य ग्रहणं न भविष्यति तत्र असौ क्रिया प्रसिद्धा वर्तते मन्ये चेत् प्रसिद्धा वर्तते उत वा प्रसिद्धा कार्यते शब्देन तु कथम् उच्येत शब्दस्तु जडो वर्तते अस्माभिरेव तु वाच्येत तत्र वाच्येत परन्तु गच्छति क्रिया तु अन्यत्रापि प्रधानं वर्तते परंतु निरुपकारस्य दृष्ट्या अधुना यदि पश्यामः चेत् स यानं गौः इति न कथयति चेत् तेन या यौगिकम् अर्थम् आश्रित्य वेदस्य अर्थं विधीयते स तु इतः पृथक् वर्तते न यौगिकार्थस्य खण्डनं न क्रियते यौगिकार्थो अस्ति परन्तु योगरूढिता योगरूढिता वर्तते चेत् सर्वथा यौगिकत्वं तु कथमस्ति सर्वथा यौगिकत्वम् आश्रित्य तु किञ्चित् वाक्यमपि न निर्मीयेत वाक्यं तु निर्मितं भविष्यति यौगिकत्वम् आश्रित्य पश्चात् योगरूढित्वम् आश्रित्य वाक्यं निर्मितं भविष्यति योगित्वं विशुद्धं यौगिकपक्षमाश्रित्य तु वाक्यं निर्मितं न स्यात् मन्ये यथा अस्ति गच्छति इति गौः यानमपि गच्छति चेत् तद् गौः इति पदेन कथयामः अधुना गवि आरोहतु कञ्चित् कथयामः चेत् सः प्रसङ्गं दृष्ट्वा परन्तु एतादृशं तु प्रयोगो भविष्यति यदा यथा अधुना दयानन्देन यथा भाष्यं कृतमस्ति यं यौगिकं पक्षमाश्रित्य तदनुसारतया तु यानमपि गौः कथ्येत एवमस्ति यथा अग्निमेढे इति उच्यते उत्वा कश्चिदपि शब्दः स्यात् चेत् यदा एकं वाक्यम् अस्माभिः निर्मीयते चेत् शब्दः कस्मिंश्चित् एकस्मिन् अर्थे स्थिरीकर्तव्यः तत्तस्मिन् काले यदा तद्वाक्यं वर्तते यथा मन्ये अधुनैव उक्तं गौरारोढव्यः इति उक्तं मन्ये गौशब्दस्य यानमेव अर्थः नास्ति गौशब्दस्य सर्वेपि गत्यात्मकाः अर्थाः सन्ति येपि यत्र यत्रापि गतिर्वर्तते तत्र तत्रापि गौर्वर्तते चेत् गौशब्दः अस्मिन् याने कथं प्रवर्तेत अत्र सर्वेष्वपि अर्थेषु प्रवर्तेत चेत् एकस्मिन् काले यदि तस्य शब्दस्य प्रवृत्तिः कारयितव्या वर्तते चेत् कस्मिंश्चित् द्रव्यविशेषे तु अस्माभिरवरोद्धव्यं भविष्यति यत् अस्मिन् प्रसङ्गे अस्य शब्दस्य अयम् अर्थो वर्तते चेदेव व्यवहारः भवेत् नो चेत् व्यवहारः एव न भविष्यति गार्ग्यस्य कथनमस्ति यत् यदि भवान् आख्यातजानि नामानि इति कथयति चेत् गौ शब्दः आख्यातजः वर्तते तस्मात् कारणात् गौपदेन यत्रापि गतिर्दृश्यते तत्सर्वमपि वस्तु गौपदवाच्यं भवति तस्य च खण्डनं कुर्वाणः निरुक्तकारो ब्रवीति यत् सर्वमपि वस्तु गौशब्दवाच्यं न भविष्यति गच्छति क्रियायुक्तं सदपि गौपदवाच्यं न भविष्यति यतोहि यत्र प्रधानतया उच्यते सा गौशब्दवाच्यं भवति तेन ज्ञायते यत् केवलम् आख्यातजं वर्तते तस्मात् कारणात् कस्यचित् शब्दस्य धातुप्रत्ययप्रकृतिं दृष्ट्वा स्वकल्पितमेव अर्थं किञ्चित् क्रियेत इति नास्ति यथा वेदेषु क्रियते यद् मनसि वर्तते स्वभावना वर्तते भावना तत्र आरोप्यते तत्र आरोपः क्रियते परम् एवमपि पश्यामः यत् मन्ये यथा अस्माभिः गौः इति प्रयुक्तम् कस्यचित् शब्दस्य कश्चित् अर्थः कथं निश्चितः अभूत् सामयिकः भवेत् मन्ये परं समयेपि कथम् आगतः सः अर्थः मन्ये गम् धातुर्वर्तते गम् धातोः पाणिनिना गतिः गमनम् इत्यादिः अर्थः निश्चितः निश्चित इति उक्तः उत्वागिन्नः उक्तः प्रोक्तः इति उच्यते चेत् गम् धातुना सह गतेरर्थस्य योजना कथमभूत् अत्रापि तु मनुष्यप्रयत्न एव तु अपेक्षा भविष्यति उत ऋषिप्रयत्नः स्यात् यत् इतः परं वयम् एतं शब्दम् अस्मिन् अर्थे मन्यामहे अन्यैश्च तथा अनुकृतं स्यात् पश्चात् पश्चाच्च शास्त्रपरम्परा प्रचलिता यतोहि ऋषिणा अयं शब्दः अस्मिन् अर्थे उक्तः चेत् अस्माभिः तथा व्यवहारः कर्तव्यः इति यथा अद्यत्वेपि किं भवति पारिभाषिका शब्दाः भवन्ति पारिभाषिका शब्दाः अन्यत्र व्यवहारे अन्ये अर्थे दृश्यन्ते शास्त्रविशेषे च भिन्ने अर्थे दृश्यन्ते चेत् तत्र तस्य शब्दस्य अर्थः अवधारितः भवति अथवा आरोपितः इति उच्येत मन्ये यत्किं यथा कथञ्चिदपि स शब्दः तस्मिन् अर्थे स्थिरो वा भवति प्रसिद्धो वा भवति परम् एवं तु नास्ति यत् अस्य शब्दस्य अयमेव अर्थः इति तत्रापि वक्तुं न शक्यते परं किमस्ति व्यवहाराय क्वचित् तु अस्माभिः अवरोधव्यं भवति यत् अस्य शब्दस्य अयमेव अर्थः स्वीकर्तव्यः अस्मिन् प्रसंगे स्वीकर्तव्यः इति एका भिन्ना वार्ता अस्ति अपि च तस्य अयं शब्दस्य अर्थे अस्ति इति भिन्ना वार्ता अस्ति नहीं स्वीकर्तव्यः इति तु आरंभिकी दृष्टि वक्तव्य स्यात् मन्ये यही अर्थ संबंध निश्चित अर्थ शब्दार्थ संबंध निश्चित निश्चितीकृत आसीत् अस्माकं दृष्टिस्तत्र न गच्छेत् अस्माभिस्तु अयमेव पक्ष स्वीकर्तव्यः यत् अस्य शब्दस्य अयम् अर्थः अस्य शब्दस्य अत्रापि दृष्टिभेदो भवति अस्य शब्दस्य अयम् अर्थः इत्यपि अस्माभिः प्रसंग विशेषे एव उच्यते यथा वृद्धिरादेशति वृद्धिशब्दस्य अयम् अर्थः इति व्याकरणे एव उच्यते गुणशब्दस्य अयम् अर्थः चेत् गुणशब्दस्य अन्यत्र दर्शने उत्वा अन्यत्र शास्त्रे अन्यः अर्थो भवति चेत् व्याकरणे अस्य शब्दस्य अयम् अर्थः इत्यपि तत्र वक्तव्यं भवति ये शब्दाः अनेकार्थाः भवन्ति तेषां तु प्रकरणदृष्ट्या अन्यच्च कस्यचित् सादृश्येण एवं वक्तुं बाध्यते अत्र प्रसङ्गानुसारितया अस्य शब्दस्य एतेषु बहुषु अर्थेषु सत्सु अपि अस्य शब्दस्य अयम् अर्थ एव अत्र सङ्गतो भवति अस्तु अयं पक्षः कदा उद्भवति यत् एकस्य शब्दस्य अनेके अर्थाः प्रसिद्धाः इति पक्ष उच्यते न एषः पक्षः कदा उद्भवति मन्ये एकः शब्दः अनेकेषु अर्थेषु मद्दृष्ट्या प्रसिद्धो वर्तते उत्वा लोकदृष्ट्या मया इति अर्थाः प्रसिद्धत्वेन जाताः सन्ति अत एव मया तथा उच्यते उत्वा कस्मिंश्चित् शास्त्रे दृष्टं स्यात् मया यत् अयं शब्दः एतस्मिन् अर्थे प्रसिद्धो वर्तते इति चेत् तत्र एतस्य शब्दस्य एते अर्थाः सन्ति इति तत्रापि तु एवं तु न वक्तुं शक्यते न एते एव अर्थाः सन्ति इति अस्तु तेष्वपि अर्थेषु यदि ये केऽपि प्रसिद्धा अर्थाः केनचित् कोशेन वा विदुषा वा मया वा जाताः सन्ति ते सर्वेऽपि अर्थाः सर्वत्र प्रसिद्धा न स्युः क्वचित् ग्रन्थविशेषे अथवा प्रान्तविशेषे अथवा देशविशेषे तेषु कश्चित् एकः अर्थः प्रसिद्धः स्यात् तत्रापि चेत् प्रसिद्धिसाहचर्येणैव तु प्रायेण व्यवहारः भवति चेत् तत्र आख्यातजत्वं तु खण्डितं न भविष्यति न तेन आख्यातजत्वं न खण्ड्यते परन्तु आख्यातजः वर्तते शब्दः आख्यातजत्वं तस्य आश्रित्य तस्य अनिश्चितार्थता या भवति यथा गौ शब्दस्य आख्यातजत्वम् आश्रियते गच्छति इति गौ तस्य अनिश्चितार्थता निश्चितार्थता प्रकरणेन वा प्रसङ्गेन वा भविष्यति अनेन तु उपलब्धमेव स्वीकृतं वर्तते एकया दृष्ट्या यदि पश्यामः चेत् यद् उपलब्धं तदेव स्वीकृतम् अनेन स्वकीयः पक्षस्तु न कश्चित् उपस्थापितः यास्केन तेन खण्डयितुं हेतवः प्रदत्ताः अनेन च व्यवहारेण ते हेतवः कर्तिताः न तै हेतुभिः आख्यातजत्वं न खण्ड्यते इति यतो हि न तस्य हेतवः अपि तु खण्डितः जाता अधुना गार्ग्यस्य तस्य हेतवः एव खण्डितः तस्यैव हेतुभिः इति वक्तुं शक्यते न यथा उच्यते तेन यत् यापि क्रिया एकस्मिन् द्रव्ये वर्तते ताभिः क्रियाभिः तद्द्रव्यम् उच्येत इति एकः पक्षत्वेन उपस्थापितः अनेन उक्तं यत् एकस्मिन् द्रव्ये अनेकाः क्रियाः सन्ति परम् अनेकाभिः क्रियाभिः तद्द्रव्यं न उच्यते तत्र हेतुः कः वर्तते व्यवहारः एकेषां नैकेषाम् इति उक्तं न अनेन यत् तेन किमस्ति तब हेतुर हेतु एतत् एषा न भवति, सम्यक् न भवति। तब आक्षेपः अस्म सिद्धान्ते यः वर्तते स सुष्ठु न वर्तते इति। गार्गेण उक्तं यदि आख्यातजानि नामानि तर्हि गच्छति इति गौः इति अश्रुपि गौः उच्यते, अन्यच्च अध्वानम् अश्नुवीत इति अश्वः गौ अपि कदाचित् अश्वः भवेत् इति तस्य आक्षेपः आसीत्। अर्थात् यदि आख्यातजानि नामानि सन्ति चेत् तां तां क्रियां यदपि वस्तु करोति तत्सर्वमपि तेन तेन शब्देन वाचि भविष्यति इति गार्गस्य गार्गेण आक्षेपः कृतः। तस्य च अनेन खण्डनं कृतम्। नहीं, खंडनम न कृतम, व्यवहारेण तस्यापि सुरक्षा कृता। अन्य तेन यत् खंडनम क्रियते स्म यत् आख्यातजत्वं न स्वीकर्तव्यम् इति, तत्र बलम् आहितम् अस्ति अनेन। यत् सव्यवहारः सर्वथा खण्डितः नास्ति, अर्थात् एतेन व्यवहारेण आख्यातजत्वं खण्ड्यते चेत् एतद् वाक्यम् उत्वा एषः सिद्धान्तः तस्य खण्डितः, यत् एतेन आख्यातजत्वं न खण्डितमस्ति। एषः व्यवहारस्तु अनेनापि स्वीकृतः, एवं तु नास्ति न एषः व्यवहारः न स्वीकृतः स्यात्। यास्केन स्वीकृतः नहि, एतेन एतद् न उक्तम्, परं तेन यदुक्तं यत् यतोहि अश्वः गौर् न उच्यते अतः आख्यातजत्वं सर्वेषां शब्दानां न भवति चेत् सः हेतु अधुना अपदिष्टो भवति, यत् अश्वः अश्व एव उच्यते व्यवहारे, गौश्च गौर् एव उच्यते, तत्र व्यावहारिकी दृष्टिर्वर्तते। परं तेन गोशब्दे यद् आख्यातजत्वं वर्तते तत् न खण्ड्यते, अलम् एतावदेव तु उच्यते अनेन, केवलं स्वपक्षसुरक्षा क्रियते अनेन। मन्ये एषापि दृष्टि अस्य व्यावहारिकी वर्तते, व्यवहारे एव भ्रमति अधुना। उत वा यदि वेदे गच्छामः चेत् वेदेपि यथा स्वामिभिर्दयानन्दमहोदयैः तत्र तत्र अर्थाः क्रियन्ते, तत्र एवं स्थिरता भवेत् यत् यस्मिन् काले चतुष्पाद प्राणिविशेषे अर्थात् गवि तत्र अर्थः क्रियते चेत् तस्मिन् काले गोशब्दस्य सैव अर्थः न तु यानमर्थः। यथा च यानपरकः तस्य अर्थः क्रियते तदा यानमेव अर्थः न तु सः अर्थः इति तत्र वक्तुं शक्यते। अत्रापि तु तथैव वर्तते न, गोशब्दस्य अयमेव अर्थः तथा न उच्यते, अन्यस्मिन् क्वचित् प्रदेशे स्थाने वा अन्योऽपि अर्थः गतियुक्तः उच्येत मन्ये, तत्र द्रष्टव्यं भवति। विवादः कदा कथं च वर्तते, गोशब्दस्य प्रयोगकाले विवादः वर्तते अनयोर्मध्ये चेत् गोशब्दस्य प्रयोगकालः कः वर्तते। क्वचित् यदा पदार्थविशेषे वयं गोशब्दं तत्र प्रयोगः क्रियते अस्माभिः चेत् तत्र यदा अस्मिन् पदार्थविशेषे गोशब्दः वर्तते चेत् अयं शब्दः अस्मिन्नेव अर्थे कथं वर्तते, तत्रार्थे कथं न वर्तते चेत् एतस्मिन् कालविशेषे एव तु विवादः उत्थाप्येत, नो चेत् अन्यत्र तु एषः शब्दः वर्तते एव। शते शते अर्थेषु भवेत् एवं यदा कश्चित् ज्ञाप्यते चेत् तस्मिन् समये किम् एवं वक्तुं कार्यते यत् गौ शब्दः अस्मिन् अर्थे अस्ति, अन्यच्च व्यजनस्य कृते अस्ति, अन्यच्च यानस्य कृते अस्ति, एवं उच्येत चेत् को दोषः यदि अत्र क्रियते उच्यते यथा गोशब्दस्य चतुष्पाद प्राणी विशेषार्थः गोशब्दस्य किरणः अर्थः गोशब्दस्य भूमिरर्थः गोशब्दस्य सूर्यः अर्थः इति अर्थः उच्यन्ते चेत् एतेषां अर्थानां समावेशः कदा कथं च क्रियेत। प्रसिद्धा इति क्वचित् क्वचित् क्वचित् समयः कृतः स्यात् मन्ये। प्रसङ्गविशेषे अस्मिन् अर्थे अयं शब्दः अन्य एवमस्ति न यदा अस्माभिरेतदुच्यते यत् अस्मिन् अर्थे अयं शब्दः नास्ति चेत् मया ये सिद्धान्ता दृष्टा सन्ति तान् आधृत्य मया एतत् उच्यते। उत्वा कस्यचित् शब्दस्य अर्थः यदा उच्यते मया यत् अस्य शब्दस्य तु अयमेव अर्थः चेत् तत्रापि मम बुद्धिस्तरः कार्यं करोति। उत्वा ज्ञानस्य या व्यापकता वर्तते मदीया चेत् सा कार्यं करोति अर्थे अरे एतस्य शब्दस्य तु मया एतेव अर्थाः पठिताः सन्ति उत्वा जाताः सन्ति अयमर्थस्तु कदापि न श्रुतः मया न चैव कोशे दृष्टः। परं नास्तीति तु दुस्साहसः स्यात् मन्ये। साहसमात्रमेतत् भाष्यकार दृशादि उच्येत साहसमात्रमेतद् भवति नहीं अनेन तो साहस न कश्चित् कृतः। नहीं तेन तथा न उच्यते अश्वः गवी नास्ति गौश्च अश्वः नास्ति अनेन तु केवलं व्यवहारमाश्रित्यैव उक्तम्। तेन तु एतदुक्तम् आसीत् यत् यतोहि गोशब्दः अश्वे न प्रयुज्यते अतः आख्यातजत्वं नाम्नां खण्डितं जातम् एष पक्ष एव न भवति। एतेन उच्यते यत् यदि गोशब्दः अश्वे न श्रूयते चेत् तेन आख्यातजत्वं नाम्नां खण्डितं न भवति। यतोहि गोशब्दः गवि वर्तते एव तत्र चापि आख्यातजत्वेनैव तस्मिन् द्रव्यविशेषे गोशब्दः वर्तते तत्र च व्यवहारः हेतु। परन्तु समाधानं तु एवमपि दातुं शक्नोति स्म यदि गच्छति इति द्वौ उच्यते चेत् आख्यातजं च नाम इति स्वीकरोति निरुक्तकारः यद् गच्छति इति द्वौ तेन यद् आक्षेपकृत अष्टशब्दे अपि द्वौ शब्दस्य प्रयोगः स्यात् चेत् स कथयतः ताम् अस्माकं मते भवति यतोहि आख्यातजानि नाम एतादृशं समाधानं भवेत्। परन्तु स व्यवहारमाश्रित्य यदा समाधानं ददाति चेत् तदा निरुक्तकारस्य मनसि अपि एतदेव अस्ति यत् अश्वः गौ न भवति गौ शब्देन न उच्यते गौश्च अश्वशब्देन न उच्यते चेत् तत् किमर्थं न उच्यते उभयत्रापि गतिर्वर्तते अध्मानं गौ अपि अस्मिन् अस्तु सर्वोऽपि तक्षा किमर्थं न उच्यते कः अत्र हेतुः व्यपदिश्येत तक्षा इति वा गौर इति वा उभयोरपि पक्षयोः मन्ये गार्ग्यस्य पक्षो वा स्यात् यास्कस्य वा पक्षः स्यात् सर्वोऽपि शब्दः सर्वत्र किमर्थं न वर्तते। यतो हि शब्देन या क्रिया उच्यते यथा गौ शब्देन गच्छति क्रिया उच्यते तक्षा शब्देन तक्षणोति क्रिया उच्यते चेत् यत्र यत्र तक्षणोति क्रिया वर्तते चेत् सहसा ये आख्यातजानि नामानि इति कथयन्ति तेषां मते सशब्दः तस्मिन् तस्मिन् अर्थे स्यात् तक्षाशब्दः यत्र यत्र तक्षणोति क्रिया वर्तते तत्र तत्र यदि क्रिया एव हेतुः शब्दस्य प्रयोगे वर्तते एवं परन्तु अयं तथा न मन्यते यदि क्रिया एव हेतुः वर्तते अयमिति गार्ग्यः अपि हेतुः वर्तते क्रिया तु हेतुः वर्तते परन्तु तत्रापि प्रसिद्धिर्हेतुः वर्तते अतएव स गौशब्द गवी एव अस्ति अश्वे नास्ति इत्यादि अर्थात् क्रियात्वं नूनं हेतुर्न भवति तत्र प्रसिद्धिरपि हेतुर्वर्तते व्यावहारिकमपि हेतुर्वर्तते तु यत्र तद्दत्तवान् नहीं अपि शब्द प्रयुज्यते अथवा क्रिया हेतु खंडन क्रियते आख्यातजत्व में तो खंडते गार्गेण अन्यत् किं क्रियते नहीं गार्गस्य पक्षे उपस्थाप्यते ना अधुना किं क्रियते अधुना ये आख्यातजानि नामानि मन्यन्ते यथा निरुक्तकार मन्यते चेत् तस्य मते यत्र यत्र दक्षिणोति क्रिया भवति स स तक्षा उच्येत परन्तु एवं उच्येत इति गार्ग्यपक्ष निरुक्तपक्ष निरुक्तकारस्य मते यतोहि स तु आख्यातजानि नामानि कथयति आख्यातजानि नामानि सन्ति तथा तु अस्ति चेत् यत्र यत्र दक्षिणोति क्रिया तत्र तत्र तक्षा शब्दस्य प्रयोगः स्यात् परन्तु पुनः निरुक्तकार कथयति यत् यत्र यत्र तक्ष्णोति शब्द वर्तते क्रिया वर्तते तत्र तत्र सर्वत्रैव तक्षा शब्दस्य प्रयोगः न भविष्यति अपि तु व्यवहारे कुत्र तक्षा शब्दस्य प्रयोगः भवति अच्छा स तो पूर्व पक्ष होती है ना यत्र यत्र तक्षति क्रिया वर्तते तत्र तत्र तक्षा शब्द स्यात् इति तु गार्ग्य पक्ष गार्ग्य पक्ष अनेन प्रसिद्धिरपि आचर्यते क्रिया तु हेतुर्वर्तते एव परं प्रसिद्धिरपि हेतुर्वर्तते तेन च आक्षेपः केवलं क्रियामाश्रित्य दत्तः चेत् कस्यचित् शब्दस्य तेन किमस्ति एतेन आख्यातजत्वं न खण्डितम् परम् आख्यातज व्यवहारे व्यवहारे हि तत् प्रसिद्धिरपि तत्र स्वीकर्तव्य भवति अस्माभिः एषा यास्कस्य पक्षः वर्तते तस्य च आक्षेपपक्षः वर्तते यत् केवलं क्रिया एव हेतु अर्थात् केवलं क्रिया एव हेतुः वर्तते कस्यचित् शब्दस्य प्रयोगे इति अस्मदीय पक्षः नास्ति इति यास्केन उच्यते अधुना वर्तते शब्दानां शब्दानां अर्थः कथं जायेत इति वा निर्वचनं वा किमर्थम् यतो हि केचन व्यवहाराः अत्र अस्माभिः प्रकरणैः प्रसङ्गैर्व जायन्ते एवं तु दृश्यते एव प्रकरणं दृष्ट्वा अथवा प्रसङ्गं दृष्ट्वा एव व्यवहारापि क्रियन्ते अस्माभिः पूर्वतः स्थिर चिन्तां ज्ञानं नासीत् अथवा पूर्वतः सज्जा नासीत् परं क्वचिदहं गतवान् चेत् तत्र प्रसङ्गं दृष्ट्वा अथवा प्रकरणं दृष्ट्वा यथापि तत्र व्यवहारः कर्तव्यः आसीत् कृतः मया एतद्व्यवहारेऽपि दृश्यते एव पूर्वतः एव निश्चितीकृत्य सर्वं न भवति आचेत् तस्य मन्ये तत्र कथं मया व्यवहर्तव्यम् उत्वा सर्वथापि किं नाम अपरिचितः अपरिचितं स्थानं वर्तते चेत् तत्र गत्वा कथं व्यवहर्तव्यम् इति मम ज्ञानं नास्ति अकस्मादेव च तत्र अहं गतवान् चेत् तत्र प्रसङ्गादिकं दृष्ट्वा मया व्यवहारः कृतः तथैव अत्र शब्दस्य प्रयोगे अपि भविष्यति इत्युक्तमस्ति न प्रसिद्धार्थ यथा वेदानां शब्दाः सन्ति तेषां प्रसिद्धार्थो न जायेत चेत् तत्र ये ग्रन्थाः अद्यत्वे साहाय्यत्वेन उपलभ्यन्ते तेषां साहाय्यं ग्राह्यं परन्तु साहाय्य ग्रहणेनापि सर्वस्य निश्चित एव अर्थान् गृह्येत एव इति तु नास्ति निश्चितम् यदि निश्चितं भवेत् तर्हि तु वेदे यदि यद् विज्ञानं वर्तते सर्वमपि गृहीतं स्यात् परन्तु न गृह्यते तेन ज्ञायते यत् साहाय्यकग्रन्थमाध्यमेनापि तत्र तस्मिन् निश्चितार्थे गन्तुं न पार्यते एवमुच्येत अथवा सहायग्रन्थेषु मम परिश्रमः तथा नास्ति इति उच्येत मम इति तैः तैः अन्यैरपि एतत्तु तदैव स्थिरं भवेत् यदि मया तत्र परिश्रमः क्रियेत सर्वेषां साहाय्येन एतत्र तदैव तत्र किमपि वक्तुं शक्येत अन्यः यदि आश्रियेते अथवा अन्यस्य आश्रयणं कृत्वा यदि उच्यते चेत् तु तथा वक्तुं न शक्यते। अन्येन परिश्रमः कृतो वा न वा कृतः, कस्मिंश्चित् ग्रन्थे कृतः, कस्मिंश्चित् न कृतः, अथवा स्वकीय कश्चित्तस्य दुराग्रहः आसीत्, यतो हि किमस्ति प्रायेण अस्माकं या वृद्धपरम्परा अर्थात् पिता वा माता वा आचार्य वा सन्ति अथवा येभ्यः केभ्यश्चिदपि अस्माभिर्व्यवहारः गृह्यते तत्र तेषां केचन आग्रहः आसन् उत्वा काचित् परम्परा तत्र सुरक्षिता आसीत्, सा एव परम्परा स एव च आग्रहो वा दुराग्रहो वा पूर्वाग्रहो वा अस्मास्वपि सङ्क्रान्तः प्रायेण भवति चेत् सः अपि तत्र कार्यं करोत्येव, कस्यचित् ग्रन्थस्य अध्ययने अथवा प्रवचनस्य श्रवणे अथवा यत्र क्वचिदपि गच्छामः वयं चेत् तत् दौर्बल्यम् उच्येत, यत्किमपि उच्येत चेत् कस्यचिदपि जनस्य उदाहरणमत्र आश्रित्य किमपि उच्येत इति तु दुःशकमेव प्रतीयते चेत् मदीयः परिश्रमः एव एतत् वक्तुं शक्नोति। चेत् एषा स्थिरता केन स्थाप्येत? पूर्वं तु शब्द एव प्रमाणत्वेन स्वीकर्तव्यो भविष्यति, तेन आगमप्रमाणेनैव तत्र परिश्रमः कर्तव्यो भविष्यति। आरम्भे एव सर्वमपि न जायते, कदाचित् आरम्भे यत्किञ्चिदपि जायते तेन सर्वमपि जातं भविष्यति इति कथयितुं न शक्यते, यतोहि आरम्भे अस्माकं बुद्धेः स्फुरणं तथा न भवति, अग्रे यथा यथा वयम् अधीमहे तथा तथा भवति, सर्वमपि आरम्भे एव निश्चितं न भविष्यति, न जाने अग्रे अग्रे अग्रे अग्रे किं किं प्राप्स्यते तेन च तदाधारत्वेन च अग्रे कथं वृद्धिर्भविष्यति इति अग्रे सर्वमपि अत्र निश्चितं न भविष्यति। क्वचित् वयं गच्छामः तत्र च व्यवहारे यद्दृश्यते अदृष्टपूर्वं यद्वर्तते, परन्तु दृष्ट्वा किञ्चित् प्रसङ्गानुसारितया वयं तस्य व्याख्यानं कुर्मः एतदेतद्वर्तते चेत् मन्ये तथा भवति, परन्तु शब्दविषये यदा तदेव गौशब्दः वर्तते स एव गौशब्दः वर्तते तस्य च प्रसिद्धार्थः अस्माभिः न ज्ञायते कस्यचिदपि, चेत् वयं क्वचित् वेदस्य मन्त्रस्य व्याख्याने गतवन्तः चेत् अधुना तस्य व्याख्यानं कुर्वाणां गच्छति इति गौः चेत् अधुना यदि पूर्वं प्रसिद्धार्थस्य ज्ञानं नास्ति चेत् तु गौ शब्देन गच्छति इति उक्त्वा किमपि वक्तुं पार्यते गौ इति, यत् तत्र निश्चितार्थे तु न गच्छति। एवमस्ति न, यदि कश्चित् जनः वेदे गच्छति चेत् सर्वथापि अज्ञस्तु स न भविष्यति, मन्ये बहु अधीतो भविष्यति सः, सर्वथा अज्ञता अथवा प्राकृतता तु तस्य न स्वीक्रियते, मन्ये सः व्यवहारज्ञः अन्य च अन्यशास्त्रज्ञः स अस्ति इति उच्येत, ऊहापोहं स कर्तुं तत्र पार्येत, अन्य च मन्ये कस्यचित् एकस्य शब्दस्य अर्थो तेन न जायते अथवा प्रसिद्धार्थो न जायते, परं ये अन्ये सहायक शब्दाः तत्र विशेषणत्वेन वा अन्येन केनापि रूपेण तत्र प्रवृत्ताः सन्ति तेषामर्थः जायते चेत् तदनु तस्यापि अर्थः जायेत, तत्र तु उक्तमस्ति एवं तु यत् वेदे यदागन्तव्यम् अस्ति चेत् अस्माभिः ऋषिः देवता छन्दः स्वरः इति तेषां सर्वेषामपि ज्ञानम् अस्माकं भवेत् भवेदिति यान्यपि साधनानि सन्ति तानि आश्रित्य ततस्तत्र गन्तव्यं चेत् एवं तु सर्वथा न भवति यत् कश्चिदर्थो न जायेत इति, एषा तु आरम्भिकी कल्पना वर्तते चेत् आरम्भे तु किमपि कल्प्येत, तत्र किमस्ति योगरूढं पक्षमाश्रित्य उच्येत एवं बहु दृश्यते बहुषु वेदव्याख्यानेषु परम एवं भवति न एतदपि तथ्यं वर्तते यत् अहं प्रमाणत्वेन स्वीकृतः नास्मि वेदः प्रमाणत्वेन एतत् व्यावहारिकं तथ्यं वर्तते यथा तत्र उच्यते न देशी घी की दुकान चेत् तत्र देशी घी की दुकान इति तत्र विज्ञाप्य तत्र च यत्किमपि तत्र विक्रियते आपणे परन्तु तेन नाम्ना तद् विक्रियते एतत् व्यावहारिकं तथ्यं वर्तते अलम् अन्यत् किमपि नास्ति चेत् तत्र किमस्ति वेदनाम्ना विक्रयणं भविष्यति मन्नाम्ना विक्रयणं न भविष्यति तथैव पुराणेषु किं वर्तते व्यासनाम्ना सर्वाण्यपि विक्रीतानि सर्वमपि विक्रीतं व्यासनाम्ना यतो व्यासः एकः प्रमाणत्वेन स्वीकृतः जनः वर्तते तथैव वेदापि प्रमाणत्वेन स्वीकृताः सन्ति मना तथापि कार्याणि कृतानि सन्ति एवमस्ति अत एव आचार्यवर्याः पुनः पुनः कथयन्ति स्म एक आसीत् चित्रर्षिः इति उक्ति स्म स्वात्मानम् जगदीशाचार्य बरेलीस्थः सः तत्र पुनः पुनः आक्षेपं करोति स्म फणिना एतत् कृतं फणिना भाष्यकारेण अन्य च पाणिनिना एषः दोषः आचरितः एतत् सर्वमपि तत्र उक्त्वा एकः सन्यासी आसीत् नाम प्रसिद्धं वर्तते तस्य तेन किं क्रियते स्म तादृशं शास्त्रीयं गाम्भीर्यं तु तस्य नासीत् परं कमपि ग्रन्थम् आश्रित्य तत्र किमपि कर्तनं विकर्तनं कृत्वा तत्र तेनैव नाम्ना प्रकाश्यते सम्पादकत्वेन स्वीयं नाम वर्तते अन्यच्च तेनैव अर्थात् दयानन्दस्य नाम्ना अथवा येन केनचिदपि चेत् आचार्यवर्य एतदेव उच्यते स्म भवता एतत् किं क्रियते यदि स्वकीयाः सिद्धान्ताः प्रतिपाद्याः वर्तन्ते चेत् स्वनाम्ना तत् प्रकाशिता भवेयुः परन्तु तथा न क्रियते एतत् व्यावहारिकं तथ्यं वर्तते अन्यत् किमपि नास्ति चेत् यदि अस्माभिः तत्र दोषाः दृश्यन्ते चेत् तत्र अधुना अस्मदीयः प्रयत्नः अपेक्षितः भवति यत् ऋषिणा ये मार्गाः प्रदर्शिताः सन्ति तेषाम् अनुसरणं कृत्वा तत्र गतिर्भवेदस्माकम् इति अन्यच्च स्खलनं तु सर्वत्रापि सम्भाव्यते आग्रहोऽपि तत्र भवत्येव सर्वेषामपि भवति प्रायेण कश्चिदेव जनः भवति तादृशः यः आग्रहं मुञ्चे अस्तु अग्रे तत्र निरुक्ताध्ययनप्रयोजनानि यथा तत्र व्याकरणाध्ययनप्रयोजनानि दीयन्ते माभाष्य तथैव अत्र निरुक्ताध्ययनप्रयोजनानि आगमिष्यन्ति एषः यः पूर्वपक्षः आसीत् आख्यातजत्वपक्षे स अधुना समाप्तः मलं कुर्मः यो भूतं च भव्यं च सर्वं यश्चादितिष्ठति सर्यस्य च केवलम् अस्मि एषाय ब्रह्मणे नमः सहनावतु सहनौ गुणतु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिः शान्तिः शान्तिः